नमः सर्वेभ्य समासचिन्तनवर्गे सर्वेषां स्वागतम्। ॐ येनाक्षरसमाम्नाय अधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनीं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। आयून् ऋलृक् एयोङ् अय्यौच् अयवरत् लङ् न्यवगणनं झवै घटदश् चपघटदश् कफचटतचटतौ कपै शशसर् हल् इति प्रत्याहारसूत्राणि। शर्मला भगिनी, तत्पुरुषसमाससूत्राणि भगिनि। अस्तु महोदय। तत्पुरुषः द्विगुश्च द्वितीयाश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः स्वयं तेन खट्वाक्षेपे सामी कालाः अत्यन्तसंयोगे च तृतीया तत्कृतार्थेन गुणवचनेन पूर्वसदृशसमूनार्थकलहनिपुणमिश्रश्लक्षणैः कृतकरणे कृता बहुलं कृत्यैरधिकार्थवचने कर्तृकरणे कृता बहुलं कृत्यैरधिकार्थवचने अन्नेन व्यजनं भक्ष्येण मिश्रीकरणं चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः पञ्चमी भयेन अपेतापोढमुक्तपतितापत्रस्तैरल्पशः स्तोकान्तिकदूरार्थकृच्छ्राणि तेन सप्तमी शौण्डैः सिद्धशुष्कपक्वबन्धैश्च ध्वाङ्क्षेण क्षेपे कृत्यैर्णे संज्ञायां क्तेनाहोरात्रावयवाः तत्र क्षेपे पात्रे समितादयश्च पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरे करणेन दिक्सङ्ख्ये संज्ञायां तद्धितार्थोत्तरपदसमाहारे च सङ्ख्यापूर्वो द्विकुः कुत्सितानि कुत्सनैः पापाणके कुत्सितैः उपमानानि सामान्यवचनैः उपमितं व्याघ्रादिभिः सामान्याप्रयोगे विशेषणं विशेष्येण बहुलं पूर्वापरप्रथमचरमदजघन्यसमानमध्यमध्यमवीराश्च श्रेणादयः कृतादिभिः तेन नौविशिष्टेनानन्य सन्महत्मपरोत्कृष्टाः पूज्यमानैः वृन्दारकनागकुञ्जरैः पूज्यमानं करकतमौ जातिपरिप्रश्ने कतरकतमौ जातिपरिप्रश्ने किं क्षेपे ओटा युवतिस्तोककतिपयकृष्टिधेनुवशावेहद्वष्कयणि प्रवृत्त प्रवक्तृ श्रोत्रियाध्यापकधूर्तैर्जातिः प्रशंसावचनैश्च युवा खलतिपलितवलिनजरतीभिः कृत्यतुल्याख्या अजात्या वर्णोवर्णेन कुमारः श्रमणादिभिः चतुष्पादो गर्भिण्या मयूरव्यंसकादयश्च पूर्वापरधरोत्तरमेकदेशीनैकाधिकरणे अर्थं नपुंसकं द्वितीयतृतीयचतुर्थतुर्याण्यन्यत्रस्यां प्राप्तापन्ने च द्वितीयया कालाः परिमाणिना नै ईषत्कृता षष्ठी याजकादिभिश्च न निर्धारणे पूर्णगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन तेन च पूजायाम् अधिकरणवाचिना च कर्मणि च त्रिजकाभ्यां कर्तरी च नित्यं क्रीडाजीविकयोः कुगतिप्रादयः उपपदं तिङ् अमैवाव्येन तृतीया प्रभृतिन्यतरस्यां त्वा च तत्पुरुषसमासान्तसूत्राणि तत्पुरुष्याङ्गुले तत्पुरुषस्याङ्गुले सङ्ख्याव्यवादे सः अहः सर्वैकदेशसङ्ख्यातपुण्याच्च रात्रेः अह् नोह्नः एतेभ्यः न सङ्ख्यादेः समाहारे उत्तमैकाभ्यां च राजा सखिभ्यष्टच् घोरतद्धितलुकि अग्राख्यायामुरसः अनोश्यामसरसां जातिसंज्ञयोः ग्रामकौटाभ्यां च तक्ष्णः अतेहेष्णः उपमानाद्प्राणिषु अतेहेष्णः उपमानाद्प्राणिषु उत्तरमृगपूर्वाश्च सक्ष्णः नावोद्विगोः सक्ष्णः उत्तरमृगपूर्वाच्च सक्ष्णः नावोद्विगोः अर्धाच्च खार्याः प्राचां द्वित्रिभ्यामञ्जलेः अनसन्तान्नपुंसकाच्छन्दसि ब्रह्मणो जानपदाख्यायां तुमद्भ्यामन्यतरस्याम्। धन्यवादः। गतसूत्रे श्रितातीतपतित इति दीर्घसूत्रे श्रित इति शब्दस्य आदिप्रकृतिः स्वीकृत्य इति परिच्छेदं पठित्वा तस्य अवलोकनं कृत्वा अग्रिमसूत्रं प्रति गच्छामः। किं कारणं यथा यस्मिन् परिच्छेदे यद् दत्तं तथापि स्वयं तेन इति सूत्रे तस्य प्रसक्तिः भवति इति कृत्वा यदि एकवारं पठित्वा तस्य अवलोकनं कृत्वा अग्रे गच्छामः। तत् गोमती भगिनी पठति वा प्रकृतसूत्रे द्वितीयाश्रितातीतादारभ्य न तस्मिन् सूत्रे एक परिच्छेदमस्ति गाम्याध्ययनाभाम् उपसङ्ख्यानं तस्य पूर्वम् एक परिच्छेदमस्ति पूर्व प्रकृतसूत्रे श्रित इति शब्दस्य प्रकृतसूत्रे श्रुत इति शब्दस्य आदिप्रकृतिः स्वीक्रियते अर्थात् श्रुत इति शब्दस्य तदन्धविधिः न स्वीक्रियते यथा कष्टं परमश्रितः इत्यत्र कष्टपरमश्रितः इति समासः न भवति यतोहि परमश्रितः इति पदे श्रुतः इति पदं तदन्धविधिः न तु तद् आदिविधिः अत्र कष्टं परमश्रितः इति व्यस्तप्रयोग एव शक्यः इति सूत्रं वदति श्रुत अतीत एतानि सुबन्धपदानि द्वितीय सुबन्धेन समस्यते अनन्तरं तत्पुरुषसमासः भवति इति तत्र श्रुतः इति एव वदति सूत्रे परन्तु परमं श्रुतम् इति पदम् अस्ति चेत् पदद्वयम् अस्ति चेत् समासः भवति वा इति अत्र व्याख्यानं दत्तम्। श्रुत इति शब्दस्य आदिप्रकृतिः स्वीक्रियते इत्युक्ते श्रुत एव स्वीक्रियते श्रुतः सः किम् अन्यत् पदं भवति चेत् तदापि स्वीकरणीयम् इति नास्ति। उदाहरणेन कष्टं परमश्रितः इति श्रुतः पदस्य पूर्वं परम इति अपि अस्ति। कष्टं श्रितः इत्युक्ते वयं पूर्वसूत्रेण तत्पुरुषसमासः तत्पुरुषसमासस्य निर्माणं भवेत्। अत्र श्रुतः परमा इत्य पदस्य एव युक्तः भवति, तत्र समासः न भवति। आदिप्रकृतिः एव स्वीकरणीयं, तदन्तविधिः न स्वीक्रियते। तदन्तविधिः इत्युक्ते यदा अन्त्यपदस्य एव नास्ति, पूर्णं पदस्य स्वीकरणं भवेत् इति अस्ति, तत् अत्र न कार्यं करोति। अत्र तु पदस्य अन्ते श्रुत तदेव भवति, तत्पुरुषसमासनिर्माण समस्तपदस्य निर्माणावस्थायाम्। अतः कष्टं परमश्रुतः इति व्यस्तप्रयोगः एव भवति, कष्टपरमश्रुतः इति समस्तपदं न भवति। कष्टं श्रुतः तत्र समासः भवति, कष्टपरमश्रुतः समस्तपदं न भवति इति। तत्र आदिप्रकृति इति शब्दस्य अर्थः का? मया एतत् अवगतम्, आदिप्रकृति इत्युक्ते अत्र पश्यतु परमश्रुतः, परमश्रुतः तत्र आदिप्रकृति मीन्स् एकनिमिषं, श्रुत इति शब्दस्य तदन्तविधिः न परमश्रुतः इति पदं, परमश्रुतः इति पदं स्वीकुर्मः चेत् पूर्णं पदस्य न स्वीकरणीयं। तदन्तविधिः इत्युक्ते पूर्णपदस्य स्वीकरणं भवति, केवलम् अन्तिम भागस्य स्वीकरणं नास्ति। अतः तत्र तदन्तविधिः ओके, तत् कारणात् एव मया अस्य परिच्छेदस्य पुनरालोकनम् उद्धृतम्। आदिप्रकृति इत्युक्ते श्रिता इत्यादि प्रकृति प्रवृद्धिभ्यः, श्रिता अतीत पतित सर्वाणि यत् सूत्रे उक्तं तेषां पदानाम् इति स्वीकरणीयं चेत् भवति, किन्तु अन्धविधि तदन्तविधि न स्वीक्रियते इत्युक्ते ता अन्धपदस्य न स्वीकरणीयम् इति कृत्वा परमश्रिता इति पदये तदपि ता प्रत्यय अन्धमस्ति कृत्वा परमश्रिता अपि द्वितीया आश्रिता अतीतपतिता इति सूत्रेण द्वितीया तत्पुरुषसमासं भवितुम् अर्हति यदि अहं तदन्तविधिः स्वीक्रियते चेत्। तत् न इष्टम् इति कारणेन प्रभृति आदिप्रकृति इत्युक्ते श्रुति श्रिता इत्यादि प्रकृतिस्वरूपेण एव स्वीकृतनीयम्। तत्कारणेन परमश्रितः इति पदं द्वितीयतत्पुरुषसमासपूर्वमेव अभवत्। अतः कष्टम् इति द्वितीयान्तं पदं सहितं परमश्रितः इति अन्तविधि स्वीक्रियते चेत् कष्टपरमश्रिता इति भवितुमर्हति, तत् न तत् न भवेत् इति कृत्वा आदिप्रभृति प्रकृति स्वीकरणीयम् इति वदति। तत्कारणेन श्रिता इति पदम् अस्ति एव अस्ति चेदेव द्वितीयान्तपदं श्रिता अतीत पतित इत्यादि पदयानां समाहारे एव द्वितीयान्तपदं समस्यते, न तु तान्तपदेन तान्तविधि तदन्तविधि स्वीक्रियते। अवगतं वा? अहं वदामि यत् मया अवगतं, पुनः वदामि। श्रुत इति पदस्य तत्पुरुषसमासः भवति, द्वितीय सुबन्धं प्रथमम् अस्ति चेत् परमं श्रुतं परमश्रुतम् परमश्रुतः इति तत्पुरुषसमासः भवति। श्रुत अतीत पतीत इति शब्दानि सन्ति तेषां सह तृतीयतत्पुरुषः समासः भवति. परमम् अतीत इत्युक्ते परमातीतः इति तत्पुरुषसमासः भवति. आदयः इत्युक्ते स्त्रित अतीत पतित एतादयः. अनन्तरम् एतानि पदानि यदा श्रुतः अस्ति तत्पुरुषसमासः भवति वा कष्टं परमं श्रुतः श्रुता श्रुतम् अत्र समासः भवति चेत् सूत्रं वदति एतत् वाक्यं भवति तत्पुरुषसमासः न भवति. किमर्थं चेत् तदन्धविधिः इत्युक्ते केवलं तदन्धविधिः इत्युक्ते पूर्णं न स्वीकरणीयं, केवलं श्रुत एव स्वीकरणीयं, तदानीमेव समासः भवति इति तु तदेव न महोदय. तु मम मिस्टेक्स् आदयः इत्युक्ते श्रित अतीत पतित पूर्ण पूर्णानि पदानि स्वीकरणीयम्. अनन्तरं परमं श्रिता परमश्रितः इति तृतीयतत्पुरुषः भवति एव. अनन्तरं समासः न भवति अनदर् द्वितीयान्तपदं भवति चेत् एतत् न आम् इति आदिप्रगति इति शब्दस्य अर्थम् अस्ति श्रितादि श्रिता इत्यादि पदानि तत्र इति आदि आदि इति स्वीकृत्य तत्र श्री शकारं भवति न आदि हल तद् हल हलादि हलादि भवति तत् न तत् तत् न दत्तमस्ति इतर आदिप्रगति इत्युक्ते प्रकृति आदिप्रगतिमिति श्रितादि यथा सूत्रे उक्तं ते तानि पदानि पूर्णमेव स्वीकृत्य एव द्वितीयतत्पुरुषसमासं भवति. न तु तद् अन्धविधि अन्धविधि इत्युक्ते ता प्रत्ययान्तपदं कोऽपि पदमस्ति चेत् द्वितीयतत्पुरुषसमासं भवितुमर्हति इति चिन्तयामि. तत् न तद् न वदति किन्तु एते पदे सूत्रे दत्तमस्ति तेषां समाहारं भवति द्वितीयान्तपदत्वेन सहि तत्र द्वितीयान्तपदं कोऽपि पदं भवितुमर्हति. तत्तु कष्टं भवतु कृष्णं भवतु रामं भवतु कोऽपि वृक्षं भवतु वृक्षपतित भवति इति अवलोकनं सुबन्धपदं द्वितीयान्तपदम् अन्धं तद् अन्धम् इति अस्ति केवलं द्वितीय इति पदस्य न तु श्रितातीतपतित इति एतेषां पदेश तद् अन्धमिति न स्वीकरणं. दट् इस् दर् आर् टु सेट्स् आफ् वर्ड्स् इन् इट् द्वितीय एण्ड् देन् श्रितातीत इस् द सेकेण्ड् सेट् आफ् वर्ड्स् इन् द सेकेण्ड् सेट् आफ् वर्ड्स् यु शुड् नाट् यूस् तदन्धमिति वेर् एस् ओन्लि द्वितीय द वर्ड् द्वितीय इन् द सूत्र only can be taken as tadandaviti. Avagatam clear okay. Yes, that is important because now when we go to the subsequent sutras this adiviti and dandaviti will not the here when the sutra say adi prakriti it is not the first alphabet it adayah iti swikrinam अस्तु तत् द्वितीयं सूत्रमस्ति स्वयं तेन तत् रोहिणी भगिनी पठति वा. आं महोदय. स्वयं तेन स्वयम् इति अव्ययं तत् प्रत्ययान्तेन समर्थेन सुबन्धेन सह विकल्पेन समस्यते तत्पुरुषश्च समासो भवति स्वयम् आत्मना इत्यस्मिन् अर्थे वर्तते. द्वितीय श्रुतातीतपतित गताप्तापन्नैः इत्यस्मात् सूत्रात् द्वितीय इत्यस्य अनुवृत्तिः अस्ति परन्तु द्वितीय इति न सम्बध्यते अयोग्यत्वात्. अर्थात् स्वयम् इति पदम् अव्ययमस्ति अतः तस्य विभक्तेः लुक् भवति अव्ययात् आप्तुपः इति सूत्रेण. अव्ययात् आप्सुपः इति सूत्रं वदति अव्ययात् परस्य आप्रत्ययानां सुप्रत्ययानां च लुक् भवति इति. अत्र स्वयम् अव्ययम् इति कृत्वा द्वितीयान्तं पदं भवितुं न अर्हति. एतस्मात् कारणात् द्वितीय इति अनुवृत्तस्य पदस्य अन्वयः न भवति अस्मिन् सूत्रे. यद्यपि द्वितीय इति पदस्य अन्वयः नास्ति तथापि तस्य अनुवृत्तिः भवति यतोहि उत्तरार्थं द्वितीयग्रहणम् अनुवर्तते. स्वयम् अव्ययं तेन तृतीयान्तं शुभामन्त्रिते पराङ्गवत्स्वरे इत्यस्मात् सूत्रात् इत्यस्य अनुवृत्तिः भवति. प्राक्कटारसमासः इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः, सः सुप इत्यस्य अधिकारः, विभाषा इत्यस्य अधिकारः, तत्पुरुषः इत्यस्य अधिकारः, द्वितीयस्थितातीतपतितगदात्यस्तप्राप्तापन्नैः इत्यस्मात् सूत्रात् द्वितीय इत्यस्य अनुवृत्तिः अस्ति. अनुवृत्तिसहितसूत्रं द्वितीय स्वयं सुप् तेन सुपासः विभाषा तत्पुरुषसमासः. सूत्रमस्ति स्वयं तेन. अत्र स्वयम् इति पदम् अव्ययम् अस्ति तदा तस्य विभक्ति न दृश्यते. तस्मात् द्वितीय इत्यस्य अनुवृत्ति भवति न भवति. परन्तु सूत्रस्य प्रवर्तनस्य तत् द्वितीयार्थम् आवश्यकम्. तस्मात् द्वितीया इति अपि प्रयोज्य सूत्रं प्रवर्तते. अत्र अव्यात् आप्सुभः इति सूत्रेण अव्ययात् परस्य आप्रत्ययस्य सुप्रत्ययानां च लुक् भवति. तदा अव्यय स्वयम् इत्यस्य सुप्रत्ययस्य लुक् भवति, लोपः भवति. अवगतं वा? स्वयम् इत्यस्य स्वयम् अव्ययपदम् अस्ति तस्मात् द्वितीय इत्यस्य प्रयोजनं न भवति. परन्तु सूत्रस्य प्रवर्तन सूत्रं प्रवर्तते. अत्र द्वितीय इति आवश्यकम्. अत्र you read these two sentences then you will know the meaning. Atra swayam dikutva didiyandam padam bhavitum na arhadi param na tatra tat padasya artham tat vakyasya artham padatu. Atra swayam padam avyam asti tasmat didiyandam na bhavati kena karanena kena karanena avyad apsubah idi sutrena sup pratyasya लोपं भवति. यत्र अत्र द्वितीया श्रितादीतपवद इत्यस्मिन् सूत्रे द्वितीया इति पदं तदन्तमिति स्वीकरणीयम् इति पूर्वसूत्रे उक्तमस्ति. तदन्तमिति स्वीकरणीयं चेत् स्वयं तेन इति सूत्रे स्वयम् इति द्वितीयान्तम् इति स्वीकर्तुम् अर्हति वा न इति चिन्तित्वा अत्र स्वयम् अव्ययम् अस्ति तस्य अन्तप्रत्ययस्य लुक् भवति अव्ययात् सुपः इति कृत्वा तत् अन्धविधिः नास्ति एव. यत्र अन्धविधिः नास्ति तत् कथं स्वीकर्तुं शक्यते इति कृत्वा तस्य द्वितीयान्तं पदं न इति न स्वीकरणीयं न स्वीकर्तुं शक्यते पदं नास्ति कृत्वा. एतस्मात् कारणात् द्वितीय इति अनुवृत्त्यपदस्य अन्वय न भवति अस्मिन् सूत्रे. यदि तस्य अनुवृत्त्यपदस्य अन्वय अस्ति चेत् तदन्तविधि भवति. तत् निवारणार्थं तस्य अनुवृत्तिः न भवति. किन्तु यद्यपि द्वितीयपद इति पदस्य अन्वयः नास्ति तदापि तस्य अनुवृत्तिः भवति यतोहि उत्तरार्थं द्वितीयग्रहणम् अनुवर्तते इति कृत्वा तस्य सर्वासु विभक्तिषु समानं पञ्चमी विहाय सर्वासु विभक्तिषु अव्यय समानं दृश्यते. तत्कारणेन द्वितीया इति अनुवृत्तिसहितसूत्रे दृश्यते. तत् अन्वयार्थं नति, किन्तु द्वितीया स्वयम् इति अन्धविधि नास्ति, किन्तु पूर्णं द्वितीया विभक्ति पूर्ण शब्दस्य अन्वयं करणीयम् इति कृत्वा. आं महोदय. इति तत्र द्वितीया न तु द्वितीयान्तं स्वयं सुप् तत्र द्वितीया विभक्ति स्वयं द्वितीया विभक्ति स्वयम् इति सम्पूर्ण शब्दस्य सुप् तेन इति सुपा सह विभाषा तत्पुरुषसमासः भवति इति एव तस्य अस्मिन् परिच्छेदे यद् दत्तमस्ति. शर्मिला भगिनी किं वदति? धन्यवादः महोदय. अहमपि सम्यक् न अवगतम्. इदानीं भवन्तः उक्तं किव स्वयमिति शब्दः द्वितीया विभक्तौ तस्य रूपः अस्ति, तस्य ग्रहणम् इति तु अवगतं, परन्तु किञ्चित् क्लिष्टमय प्रतिपादनम् अस्ति. द्वितीयाश्रितापतितगतप्राप्तापन्नै इति सूत्रे द्वितीया इति द्वितीया सुप् द्वितीया विभक्ति सुप् नास्ति, तत् अन्धविधि अस्ति द्वितीया इति पदस्य. तत् अन्धविधि कथं स्वयम् इति पदे स्वीकर्तुं शक्यते? यतोहि अन्धप्रत्यय तु सुप अव्ययादात् सुप इति लुक् भूत्वा तत् न दृश्यते एव. आम् तत्तु अवगतम्. अव्ययम् अस्ति इति कारणेन सुप्रत्ययना विधि न दृश्यते इति. आम् परन्तु तत्र द्वितीया स्वयम् अनुवृत्ति केन कारणेन कर्तुं क्रियते इति चेत् स्वयम् इति पदम् एव द्वितीया विभक्तौ अस्ति इति ग्रहणं करणीयम् इति तु अवगतम्. अत्र अन्धविधिपदानि द्वितीया इति पदस्य अर्थं भवति पूर्वसूत्रे. किन्तु अन्धविधि अस्ति उत्तरपदस्य श्रितातीतपदस्य गतित त्यस्त प्राप्तापन्ने तस्य तत्पदे अन्धविधि भवति. पूर्ण आदिपदपूर्वं भवति. अत्र स्वयं तेन इति सूत्रे तेन इति आदि भवति, तेन एकमेव पदमस्ति इति कृत्वा आदि अन्तं समानमेव. तेन इति सुबन्तेन सह स्वयम् इति अव्ययम् अस्ति कृत्वा सम्पूर्णपदस्य स्वीकरणीयं, यतोहि द्वितीयविभक्ति अर्थे एव स्वयम् इति पदं प्रथमाविभक्तिं भवितुम् अर्हति, द्वितीया तृतीया चतुर्थी षष्ठी सप्तमी कोऽपि विभक्तिः भवितुम् अर्हति, किन्तु द्वितीया अर्थे कर्मणि द्वितीया इति कारणेन द्वितीया विभक्ति अर्थं स्वीकृत्य तेन इति सुबन्तेन सह समस्यते इति तदेव. महोदय, एकः संशयः, तद् आदिविधिः भवति न तु अन्धविधिः इति. आदिविधि मात्र आदिविधि आदिविधि डजन्ट् मीन् द फस्ट् वर्ड् फस्ट् आल्फबेट् न पदम् आदौ भवति. शाल् ऐ रीड् फ्रम् द प्रीवियस् सूत्र? शब्दसूत्रे श्रिता इति शब्दस्य आदिप्रकृतिः स्वीक्रियते, अर्थात् श्रिता इति शब्दस्य तद् अन्धविधिः न स्वीक्रियते. तस्मात् तत् सूत्रे तद् आदिविधिः एव स्वीकृतम्. आदिविधि श्रिता श्रिता इति श्रिता इति श्रिता अतीत पतित गत अत्यस्त प्राप्तापन्नै एतानां पदानां प्रकृति तथैव आदिप्रकृति इति इति शब्देन न तत्र श्रुता इति पदम् आदौ भवति चेत् ओन्लि समासः भवति तद् अन्धः चेत् न समासः न भवति न न न न भगिनि श्रिता इति परमं श्रिता कृष्णं श्रिता इति अन्धं द्वितीय उत्तरपदं भवति न उत्तरपदे तत् श्रुतः शब्दः अन्धः अस्ति तस्मात् परमश्रितः इत्यनेन समासः न भवति न न न न सी इट् इस् नाट् लैक् देट् श्रिता श्रिता इट् लैक् all the words like Shrita, Atita, Patita, that is why Adi means all these. The group of words starting with Shrita. That is why the Adi word is used as Adi Prakriti. Then what is the Parama Shrita iti Samasta Pade, Shrita iti उत्तरपदमस्ति परमम् इति द्वितीयान्तं पदमस्ति इति कृत्वा परमं श्रिता इति परमश्रिता भवति द्वितीय तत्पुरुषसमासे अत्र आदिप्रकृति इत्युक्ते श्रिता आदि आदि पदानि यत् सूत्रे दत्तानि तानि द्वितीया अन्तपदेन तत्र द्वितीया इति अन्तविधिः भवति न तु श्रिता इति पद इति पदस्य इति अस्मिन् परिच्छेदे स्पष्टं दत्तमस्ति किन्तु यत्र तेन स्वयं तेन इत्र अन्धविधिः न स्वीकर्तुं शक्यते किन्तु क्यों कारणं तस्ति स्वयम् इति अव्ययमस्ति इति कृत्वा तद् अन्धविधिः अत्र न भवति यतोहि अन्धविधिः न भवति तथा द्वितीया इति तस्य अनुवृत्ति सुप् द्वितीया सुप् इति स्वीकरणीयं द्वितीयान्तं सुप् न भवति तदेव अत्र व्यत्यस्तं भवति अनुवृत्तिसहितसूत्रे द्वितीया इति अनुवृत्ति भवति अन्धविधि दृश्यता नास्ति द्वितीया सुप् तेन सुपा सह विभाषा भवति स्वयम् इति सुप् सुबन्धेन सह तदेव तस्मिन् अस्य परिच्छेदस्य अर्थः तदा सूत्रे स्वयम् इति प्रथमा निर्दिष्टम् अस्ति कृत्वा तस्य पूर्वनिवादम् एवं भवति शर्मला भगिनी पठतु इति स्वयं कृता इति अस्तु महोदय स्वयं कृतः स्वयं कृतः स्वयं कृतः स्वयं योगः कृत् योगः सु इति अलौकिकविग्रहवाक्यम् अलौकिकविग्रहः अस्मिन् प्रसङ्गे एकः प्रश्नः उदेति यदि अत्र समासः न जायते तदापि सन्धिकार्यं कृत्वा स्वयं कृतः इति पदं तु सिद्ध्यति एव तर्हि समासस्य का आवश्यकता समासे कृते अपि सन्धिः भवति समासे अकृते अपि सन्धिः भवति उभयत्र रूपं तु समानम् एव अत्र स्वयं कृतः इति शब्दस्य उदाहरणं दीयते तत्र यदि वयं पश्यामः अलौकिकविग्रहवाक्यम् अथवा समासं यदा भवति तत्र रूपं तु स्वयं योगः कृतः तत्र सन्धिः भूत्वा परसवर्णसन्धिः भूत्वा स्वयं कृतः इति एव पदं सिद्ध्यति अतः अत्र प्रश्नः अस्ति किमर्थं समासः करणीयम् अस्य प्रश्नस्य समाधानमेवम् अस्ति यदि स्वयं कृतः इति भेदः न इत्यत्र भेदः नास्ति तथापि यदि तस्मात् तद्धितप्रत्ययः विहितः भवति तदानीं भेदः भविष्यति समासे कृते स्वयं कृत इति शब्दात् स्वयं कृतस्य अपत्यं पुत्रः पुत्री इत्यस्मिन् अर्थे तस्यापत्यम् इत्यस्मिन् अधिकारे अथ ञ इति सूत्रेण तस्यापत्यम् अस्मिन् अर्थे अदन्तेभ्यः प्रातिपदिकेभ्यः ञः इति प्रत्ययः भवति. अधुना ञ इति प्रत्ययः विधीयते चेत् तदानीं तद्धितेष्वचामादेः इति सूत्रेण नित् नित् तद्धितप्रत्यये परे अङ्गस्य आदिस्वरस्य वृद्धिः भवति. अतः स्वयङ्कृत इत्यस्य आदिवृद्धिः भूत्वा स्वायङ्कृतयोगः इति भवति. तत्पश्चात् यस्येति च इत्यनेन भसङ्गस्य अङ्गस्य अवर्णस्य ईवर्णस्य च ईकारे परे तद्धितप्रत्यये परे च लोपः भवति. अतः स्वायङ्कृत इ स्वायङ्कृति इति रूपं निष्पद्यते. यदि स्वयम् अपि च कृतः अनयोः समासः नास्ति तर्हि तद्धितोत्पत्तिः अपि न भवति. केवलं कृत इति शब्दात् तद्धितोपत्तिः भवति चेत् कार्तिः इति पदं सिद्ध्यति. तस्य समासः स्वयम् इति पदेन सह क्रियते चेत् स्वयङ्कार्तिः इति अनिष्टरूपं सिद्ध्यति. स्वायङ्कृतिः इत्यादीनां साधनार्थं प्रकृतसूत्रस्य आवश्यकता अस्ति. अत्र समासं किमर्थं करणीयम् इति प्रश्नस्य समाधानम् अस्ति. तत्र तद्धितप्रत्ययपरे यः इष्टरूपं विवक्षितं तस्य निष्पादनं सन्धिप्रसङ्गे न भवितुम् अर्हति. उदाहरणम् अस्ति स्वयङ्कृतः इति यः समस्तपदः अस्ति तस्य अपत्यम्. अतः स्वयङ्कृतस्य अपत्यम् इति अर्थे यदा तस्य अपत्यम् इति अधिकारे अत इय इति सूत्रेण प्रत्ययः भवति इय इति. अपि च तद्धितेषु अचामादेः इति सूत्रेण यदा अदन्तम् अङ्गम् अस्ति तदा नित् नित् प्रत्यये परे इय इति ञित् प्रत्ययः अस्ति तदा आदिस्वरस्य वृद्धिः भवति. अतः स्वयङ्कृतयोग इ तत्र आदिस्वर अतः वकारस्य अकार इति यः स्वरः अस्ति तस्य स्वायङ्कृत इति रूपं भवति. तदनन्तरं यस्येति च अत्र इकारादिप्रत्ययानन्तरम् अस्ति अतः स्वायङ्कृत इति शब्दसमूहात् इति वर्णसमूहात् अकारस्य लोपः भवति अवर्णस्य लोपः भवति अन्तिम अवर्णस्य. अतः स्वायङ्कृत् योगः इ स्वायङ्कृति इति रूपं निष्पद्यते. तदेव साधुरूपम् अस्ति. यदा सन्धेः प्रसङ्गे वयम् एवं कर्तुम् इच्छामः तदा स्वयं योगः कृतः इति यः शब्दसमूहः अस्ति तत्र तद्धितप्रत्यये तु कृतः इति शब्दे परे एव आगच्छति. तत्र तस्य कार्ति इति भवति यतोहि आदि अकारस्य वृद्धिः भवति अतः कार्तिः इति भवति. अपि च कृतः अत्र वृद्धिः भवति वा आदिवृद्धिः भवति अतः कार्ति इति शब्दः निष्पद्यते. तदनन्तरं स्वयं यो प्लस् कार्तिः इति भवति स्वयङ्कृति इति भवति. तत्र तु अनिष्टं रूपम् अस्ति अतः समासस्य आवश्यकता अस्ति. आदवृद्धि स्वयं पदस्य आदि अकारस्य भवितुम् अर्हति भवितुम् इच्छति इति कृत्वा स्वयं कृति इति समस्तपदं भवति. सन्धि कृत्वा अपि इष्टरूपमेव समानरूपमेव दृश्यते स्वयं कृतः इति. अत्र इतर सूत्रे स्वयं कृतेन इति तेन इति अन्धविधिः अस्ति. ते तान्तपदेन इति स्वीकरणीयं स्वयम् इति अव्ययं तेन इत्युक्ते ते तान्तपदेन अव्ययीभावसमासः भवति इति कृत्वा इद स्वयं कृति कृतः इति तान्तपदम् अस्ति इति स्वयम् इति अव्ययं तान्तपदं कृतः इति पदस्य समासं कृत्वा स्वयं कृत इति रूपं सिद्ध्यति समानमेव अस्ति स्वयं विलीनं स्वयं दौ स्वयं दौतौ इति अन्यद् उदाहरणं दत्तानि अस्ति इति केवलं उदाहरणद्वयं दत्तमस्ति अत्र अन्तिमसूत्रमस्ति अस्मिन् अस्मिन् वर्गस्य खट्वा इति शब्दस्य तत् पुष्पा भगिनी पठितं वा पठितुं न शक्नोमि महोदय अस्तु तत्र तत्र गोमती भगिनी पठतु पठामि खट्वा क्षेपे खट्वा इति द्वितीयान्तशब्दस्य त्वान्तेन सह क्षेपे गम्यमाने समस्यते तत्पुरुषश्च समासो भवति क्षेपो निन्दा स च समासार्थ एव तेन विभाषा अधिकारे अपि नित्यसमासः एव अयम् अयं समासः नित्यसमासः यतोहि वाक्येन निन्दा न अवगम्यते खट्वा प्रथमान्तं क्षेपे सप्तम्यन्तं खट्वा शब्दो द्वितीयान्तः प्राक् कटारात् समासः इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः सुभामन्त्रिते पराङ्गवत्स्वरे इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति सः सुप इत्यस्य अधिकारः विभाषा इत्यस्य अधिकारः यद्यपि अस्ति तथापि अस्मिन् सूत्रे विधीयमानसमासः नित्यः यतोहि वाक्ये निन्दा न अवगम्यते तत्पुरुषः इत्यस्य अधिकारः द्वितीयाश्रित अतीत पतित गत अत्यस्त प्राप्त आपन्नैः इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति स्वयं तेन इत्यस्मात् सूत्रात् तेन इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं द्वितीया खट्वा सूप तेन सुपासः क्षेपे तत्पुरुषः समासः सूत्रं खट्वा क्षेपे द्विपदं सूत्रं तत्र खट्वा इति प्रथमविभक्तौ अस्ति अनन्तरं क्षेपे इति निन्दार्थे त्वान्तपदमस्ति खट्वा इति प्रथमा निर्दिष्टं पदं सूत्रे प्रथमानिर्दिष्टं पदं परन्तु व्यस्तप्रयोगे खट्वां खट्वां क्षेपे खट्वां क्षेपे एव न तत्र सूत्रे प्रथमा विभक्तौ अस्ति परन्तु अर्थः भवति खट्वाम् इति अत्र निन्दार्थे यदा समस्तपदं भवति तत्र नित्यसमासः भवति एतत् सूत्राणि सर्वाणि विभाषा इति अधिकारे सन्ति परन्तु यदा वयं क्षेपे इति निन्दार्थे उपयुज्य समस्तपदं निर्माणं कुर्मः चेत् समस्तपदस्य निर्माणं कुर्मः चेत् खट्वा समस्तपदं भवति खट्वा क्षेपः इति वा खट्वा क्षेपः समस्तपदं किं भवति खट्वाक्षेपः इति समस्तपदं निन्दार्थे भवति तत् नित्यसमासः तत्र व्यस्तरूपं न भवति अनन्तरं अनुवृत्तिसहितसूत्रं विवृणोतु द्वितीया खट्वा सूप तेन सुपा सह क्षेपे तत्पुरुषसमासः. तत्पुरुषसमासस्य विधिसूत्रम् एतत् खट्वा इति पदम् अस्ति. खट्वा इति पदम् अर्थं भवति द्वितीय अन्तं पदं, परन्तु सूत्रे प्रथमा प्रथमाविभक्तौ प्रयुक्तमस्ति, अतः तत् उपसर्जनं भवति. अनन्तरं खट्वा सुप् इति दत्तं तु सुबन्धपदं, सुबन्धपदं प्रथमान्तपदं सोरि तेन सह, तेन इत्युक्ते तृतीयाविभक्ति. तृतीयाविभक्तिरूप यत् निन्दार्थे पदम् अस्ति. न न न न तेन इत्युक्ते तान्तपदेन. त्वान्तपदेन, हा त्वान्तपदेन, त्वान्तपदेन यदा क्षेप इति निन्दार्थे भवति तस्य यो तस्य क्षेप खट्वा इमे पदे समासनं कृत्वा समस्तपदं खट्वा क्षेपः इति भवति, निन्दार्थे भवति. गम्यमाने अवगम्यमाने इति यदा निन्दा इति अर्थम् अवगम्यते चेत् नित्यसमासः खट्वा क्षेपः इति. सम्यक् वा महोदय? तत्र क्षेपः इति क्तान्तपदम् अस्ति, किन्तु क्षेपे इति अर्थे सप्तमी अर्थे खट्वा इति प्रथमविभक्त्यां पदं प्रथम इति खट्वा क्षेपः इति समस्तपदं भवति. तत्र क्षेपे इति निन्दार्थे भवति इति कृत्वा, निन्दार्थं भवति कृत्वा एव तस्य समासः नित्या भवति निन्दा अवगम्यते चेदेव इति. अन्यत् उदाहरणं पश्यामः चेत् स्पष्टं भवति, यत्र खट्वा खट्वारूढो जल्मः, जल्मः तदपि तदा क्तान्तपदमस्ति. खट्वारूढो जल्म इति लौकिकवाक्यमस्ति, अलौकिकविग्रहवाक्यमस्ति. द्वितीयान्तं खट्वा योग आम् आरूढः योगः सु इति आरूढः तत् सुबन्धपदमस्ति. आरूढ इति आरूढ इति त्वान्तपदमस्ति, तदनन्तरं सुप्रत्यय विधीयते इति कृत्वा आरूढः इति भवति विसर्गसहितम्. आम् न तेन सुपासः त्वान्तपदमस्ति, सुबन्धं भवति तत्तेन सह. तत् कारणेन द्वितीया खट्वा इत्युक्ते खट्वा इति द्वितीयान्तपद सुबन्धपदस्य सहितं तान्तपदेन सुपासः. क्षेपे इत्युक्ते क्षेपार्थे निन्दार्थे इति क्षेपे इति पदस्य अर्थं ग्रहणं भवति. क्षेपे इति निन्दार्थे तत्पुरुषसमासः भवति. क्षेपे इति पदस्य समासं न भवति कृतं, क्षेपे इति अर्थे एव. क्षेपे इत्युक्ते निन्दा. खट्वा क्षेपे इति पदं न इति समस्तपदं न दृश्यते न अत्र पदं दत्तमस्ति किल. न दत्तं, न दत्तं क्षेपे इति क्षेपे इति क्षेपार्थे तेन पदेन सह तान्तपदेन सह क्षेपार्थे खट्वा इति द्वितीयान्तं सुबन्धं, क्षेपार्थे तेन तान्तपदेन सह द्वितीया समासपुरुषसमासः भवति नित्यविभाषा. यतोहि विभाषान्तर्गतमस्ति चेदपि नित्य भवति तत्र अनुवृत्तिसहितसूत्रस्य सम्पूर्णार्थं भवति द्वितीयान्तं खट्वा सुबन्धं तान्तसुबन्धेन सह क्षेपे इत्युक्ते निन्दार्थे तत्पुरुषसमासः भवति तदेव अनुवृत्तिसहितसूत्रस्य सम्पूर्णार्थम् क्षेप इति पदं नास्ति क्षेप इति पदं क्षेपार्थे क्षेपार्थे इत्युक्ते निन्दार्थे ऐ मिस् अण्डर्स्टुड् इट् सोरि क्षेपे निन्दार्थे निन्दार्थे आक्षेप इति आक्षेप नास्ति निन्दार्थे आक्षेप आक्षेपेत मीन्स् इट्स् नो इट् इस् ब्लेमिङ्ग् this is not blaming, this is for decrying or showing it as a unwanted action, then you decry it, no, you so it is nindartham, not akshepartham. So anuvritti sahita sutrasya sampurnartham bhavati dvitiyantam katva subandham तान्तपदेन सान्तसुबन्धेन सह क्षेपार्थे तत्पुरुषसमासः नित्यरूपेण भवति इति तदेव तत् अत्र उदाहरणमस्ति कट्वा प्लुतः कट्वारूढः इति उदाहरणद्वयमस्ति कट्वारूढः जल्म इति अपि पठतु भगिनि द्वमिति भगिनि पठामि एकनिमिषं खट्वारूढो जाल्मः जाल्मः इन्कन्सिडरेट् क्रूयल् खट्वायोग योग आरूढयोगसु इति अलौकिकविग्रहः अस्ति अयं समासः नित्यसमासः अतः व्यस्तप्रयोगः न शक्यते खट्वारूढो जाल्मः इति वाक्यस्य अर्थः एवमस्ति यः ब्रह्मचारी नियमस्य उल्लङ्घनं कृत्वा गृहस्थाश्रमं प्रविष्टवान् इति अर्थात् ब्रह्मचर्यव्रतस्य पालनं कृत्वा वेदादिकम् अधीत्य ततश्चात् स्नातकव्रतसंस्कारादिकं प्राप्य गुरु आज्ञानुरोधेन गृहस्थाश्रमः प्रवेष्टव्यः तदानीं तादृशस्य खट्वाम् आरूढः इति नियमः परन्तु कोऽपि नियमस्य उल्लङ्घनं करोति तर्हि सः खट्वारूढः जाल्मः इति उच्यते अर्थात् दुष्टः उपविष्टः खट्वायाम् इत्यर्थः अस्मिन् वाक्ये निन्दार्थः प्रतीयते अतः खट्वाक्षेपे इति सूत्रेण समासः विहितः अस्ति अयं समासः नित्यः यतोहि खट्वाम् आरूढः इति वाक्येन निन्दार्थः न अवगम्यते समासानन्तरं खट्वारूढः इति पदेन निन्दायाः बोधः भवति खट्वामारूढो बालः गृहस्थो वा इति वाक्ये निन्दा न प्रतीयते अतः एव समासः नित्यः इति मन्तव्यं खट्वा प्लुत अनदर् एक्साम्पल् यः कुमार्गं गच्छति इति खट्वारूढो जाल्मः इति समस्तपदं दत्तं खट्वारूढः सः जाल्मः खट्वाम् आरूढः इत्युक्ते तत्र निन्दा नास्ति खट्वाम् आरूढः एव अर्थं भवति परन्तु यदा समस्तपदं भवति चेत् तस्य अर्थः भवति जाल्मः दुष्टः इति अर्थः भवति क्रूवल् इति अर्थः भवति तत् अतः एव खट्वाक्षेपे इति नित्यसमासः इत्युक्ते उक्तं व्यस्तप्रयोगं नास्ति खट्वाक्षेपे क्षेपे इत्युक्ते निन्दार्थे भवति अत्र आरूढः इति वयं योजनं कुर्मः आरूढः एवं खट्वाम् आरूढः इति व्यस्तप्रयोगं कुर्मः चेत् तत्र निन्दार्थं न भवति समस्तपदं न भवति एतदपि ब्रह्मचारी यदा गुरुकुलवासे अस्ति, केचन नियमाः सन्ति, नियमान् पालयानन्तरम् एव गुरोः अनुमतिं प्राप्य एव सः गृहाश्रमः प्रवेष्टुं शक्नुमः। यदा सः गृहाश्रमं गृहाश्रमस्य प्रवेशनं करोति ततः सः खट्वाम् आरूढः भवति, न खट्वारूढः। ततः पूर्वं गुरोः अनुमतिं विना यदा सः ब्रह्मचारी आश्रमे अस्ति तत्र नियमान् उल्लङ्घ्य यदा सः किमपि दुष्कार्यं करोति चेत् सः खट्वारूढः भवति। तदेव मम अवगतम्। तत्र समीचीनं भगिनि, तदेव अस्ति खट्वारूढ इति समस्तपदं सर्वदा निन्दार्थं बोधयति। खट्वा इति सुबन्धस्य तान्तपदेन योजयित्वा यत् समस्तपदं भवति तस्य निन्दार्थ अवगमनं भवति। किन्तु व्यस्तप्रयोगं दृश्यते चेत् यदा खट्वाम् आरूढो बालः इति व्यस्तप्रयोग पृथक् कृत्वा उपयुज्यते चेत् तस्य निन्दार्थं न भवति। आरूढः बालाभि भवितुमर्हति, गृहस्थोऽपि भवितुमर्हति, तत्र निन्दार्थं न बोधयति। किन्तु खट्टां खट्वारूढ इति समस्तपदं दृश्यते चेत् तस्य सहित सुबन्धपदं किमपि आयाति तस्य निन्दार्थ विवक्षा भवति, यत्र खट्वारूढो जल्मा इति। अत्र द्वितीय उदाहरणं पश्यति चेत् खट्वा प्लुता, तत्रापि समस्तपदम् अस्ति कृत्वा तस्य निन्दार्थं भवति। यदि खट्वा पृथक् अस्ति चेत् निन्दार्थं न भवति, किन्तु त्वान्तपदेन सह समस्तपदं भवति, द्वितीयतत्पुरुषसमासः भवति चेत् खट्वा प्लुतः भवतु यथा अथवा खट्वा रूढो भवतु, उभयत्र निन्दार्थं भवति इति कृत्वा तत् सहितं यत् सुबन्धं भवति तस्य निन्दार्थविशेषणं भवति। That is, this katwa with a tandapadam, when it is joined, it has a visheshana rupam of denoting adjective of a ill person or a person who is doing wrong things. But only when it is as a samastapadam in the katwa with the first purvapadam. And the uttarapadam has to be a tandapadam. Either arudaha asti, itara plutaha asti. These are the only two examples in the Vyakarana books. That is why Bhagani said the only two examples we have then. If you are seeing anything somewhere else, we can add to it. But the basic thing is that the moment it you see as Katwaruda, Katwapluda or Katwa something, Tantapatam, then the meaning has to be assumed as it is a derogatory meaning or Nindarthavadam. Then the second word that's the kartrupadam which or the subandham which comes after that will definitely be a derogatory word like jalmaha, or here also something will become, we can come. So that is only the special usage of katwa kshepeti sutrasya. अत्र यः कुमार्गं गच्छति इति भगिन्याः करपत्रे गच्छति इति बोल्ड् लेटर्स् नास्ति, लेकिन् भवान् भवता कृतं वा एतत् गच्छति बोल्ड् लेटर्स्? दट् इस् अ टैपो टैपिङ्ग् दिस् एरर्. इफ् यु लुक् अट् द अदर् वेब्सैट्, द न्यू वेब्सैट् विच् इस् गोयिङ्ग् टु कम्, यु विल् फैण्ड् दट् इट् इस् नाट् देयर् लैक् दट्. There, the font type, which Bhagini will put today? No, no, no. New website which is going to come for from which will be released. Yeah, I think she basically has been rewriting the text. So something right. has, you know, the format has gone. There is no meaning to it. No specific meaning she wanted to give. I'm pretty sure it is just format that went wrong. Mm. Okay, Mother. Yeah, here it is. See, Katwa Chebi, here it is not coming, no, like that. Katwa Pluta, Ya Kumargan Gachadi, it's not bold or enlarged. You're able to see the screen, no? Yeah, yeah. Yeah, this is our new website which will be released by Swarup Mohodaya on the 15th of August. It is still under preparation. That's why we are not showing it. Okay. Okay. Then we will... Okay, one more sutra is there. Sami. Rohani Bhagini Patadiva. Mohodaya. Sami. Didi Adeya Pradama Padre. सप्तविंशतितमसूत्रं सामी इति अव्ययशब्दस्य तप्रयोग तत्प्रत्ययान्तेन सुबन्धेन सह विकल्पेन तत्पुरुषसमासः भवति सामी इति अव्ययम् एकपदम् इदं सूत्रम् सामी इत्येतद् अव्ययम् अर्धशब्दपर्यायः अस्ति तस्य अव्ययसंज्ञा इति कारणेन तस्य द्वितीया सह सम्बन्धः नास्ति सुभामन्त्रिते पराङ्गवत्स्वरे इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति सः सुप इत्यस्य अधिकारः विभाषा इत्यस्य अधिकारः अस्ति तत्पुरुषः इत्यस्य अधिकारः द्वितीया श्रुतातीतपतित गदा अत्यस्त प्राप्तापन्नैः इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति स्वयं तेन इत्यस्मात् सूत्रात् तेन इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं द्वितीया सामि सुप् तेन सुपा सह विभाषा तत्पुरुषः समासः सामि इति पदम् अव्ययमस्ति तस्य द्वितीया ग्रहणं स्वीकृतम् अत्र सूत्रे द्वितीया इति पदस्य अनुवृत्तिः स्वीकृतम् सामि इत्यस्य अर्थः भवति अर्धः हाफ् तदा अनुवृत्तिः हे सुभामन्त्रिता पराङ्गवत्स्वरे इत्यस्मात् सूत्रात् सुप् इत्यस्य संसुप इत्यस्य अधिकारः विभाषा इत्यस्य अधिकारः तत्पुरुष इत्यस्य अधिकारः द्वितीयश्रुतादिदपदिदगदा इत्यस्य प्राप्तापन्नैः इति सूत्रात् द्वितीया इत्यस्य अपि अनुवृत्तिः अनुवृत्तिसहि क्षम्यतां स्वयं तेन इत्यस्मात् सूत्रात् तेन इत्यस्य अपि अनुवृत्तिः अनुवृत्तिसहितसूत्रं भवति द्वितीया सामि सुप् तेन सुपासः विभाषा तत्पुरुषः समासः भवति अत्र अनुवृत्तिसहितसूत्रस्य विवरणं ददातु भगिनि सर्वदा अनुवृत्तिसहितसूत्रस्य सम्पूर्ण अर्थं मनसि आगच्छति चेत् सूत्रस्य अर्थं भवति तस्य प्रयोगम् अपि साधु भवति यदि कृत्वा अनुवृत्तिसहितसूत्रस्य सम्पूर्ण अर्थं प्रथमम् अवगमनीयं तदनन्तरं तस्य कोऽपि प्रश्नः न भवति तत् कृत्वा तत् विवरणं ददातु भगिनि द्वितीया सामी सुप्तेन सुपन्तेन सुपा सह विभाषा तत्पुरुषसमासः इति अनुवृत्तिसहितसूत्रं दत्तमस्ति तस्य अर्थः कः सामी इति अव्ययं द्वितीया विभक्ति स्वीकृतं द्वितीया सामि तद् तान्तपदेन सुपा उदाहरणेन पीता अति आदौ तान्तपदेन सः समस्यते तत्र तत्पुरुषः समासः भवति विभाषा अपि भवितुम् अर्हति नित्यना विभाषा इत्यस्य अधिकारः अस्ति तस्मात् व्यस्तप्रयोगः अपि भवति अत्र केवलम् एकं दत्तमस्ति इति न जानामि. सामीकृत सामीपदस्य अर्थमस्ति अर्ध अर्ध मीन् अत्र अर्धपदस्य अर्थं विभजनं कृत्वा अर्धं द्व अर्ध द्व अर्थम् इति न भवति. यत् यत् श्रुतं यत् कार्यं कर्तुं उद्यमं यत् आरब्धम् आरब्धं तस्य सम्पूर्ण सम्पूर्णता न अभवत्. तत् अर्धकृतम् इति स्वी इति अर्थं भवति सामी इति अर्धकृतम् इति अर्थं भवति इति अर्धशब्दस्य अर्धशब्दस्य पर्याय इति दत्तमस्ति न. सो देट् ओन्लि शोस् इस् इस् हाफ् डन् नाट् एस् डिवैडेड् इन् टु टु. सो देर् इस् अ डिफ़रेन्स् बिट्वीन् द टु हेस् टु बि अण्डर्स्टुड् वेन् वि मेक् इट्. सो सामी मीन्स् अर्धकृतम् तेन सुपासः समस्यते. उदाहरणं पठतु भगिनि. सामीकृतं यदा सामीकृतं सामीकृतं सामीकृतम् अत्र समासः भवति न वा रूपं समानम् एव अस्ति तर्हि समासस्य वा समासस्य का आवश्यकता अस्ति इति प्रश्नः उदेति. यदा पूर्वं समाहितं स्वयं तेन इति सूत्रे तथैव अत्रापि समाधास्यते सामीकृतम् इत्यस्य रूपभेदः नास्ति तथापि तद्धितप्रत्ययस्य विषये रूपभेदः भविष्यति. सामीकृत इति प्रातिपदिकात् अवस्थ्यार्थे इञ् प्रति इञ् इति तद्धितप्रत्ययः विधीयते चेत् सामीकृति इति पदं निष्पन्नं भवति. समासः न भवति चेत् सामीकृतं च भिन्ने पदे स्तः अतः तद्धितप्रत्ययः न विधीयते. केवलं कृत इति शब्दात् तद्धित उत्पत्तिः भवति चेत् कार्ति इति पदं सिद्ध्यति. तस्य समासः सामी इति पदेन सह क्रियते चेत् सामिकार्तिः इति अनिष्टरूपं सिद्ध्यति. सामिकृतिः इत्यादीनां साधनार्थं प्रकृतसूत्रस्य आवश्यकता अस्ति. सामिकृतम् इति समासस्य का आवश्यकता इति उक्ते सति सामीकृतम् इति व्यस्तपदम् अस्ति चेत् कृतम् इत्यस्य एव तद्धितप्रत्ययः योजितः भवति तदा कार्तिः इति रूपं भवति. सामिकार्तिः इति अनिष्टरूपम् अस्ति तद् तदा तत् न उपयुज्यते. समासः भवति चेत् सामीकृतं सामीकृत इत्यस्य इञ्प्रत्ययः युज्यते तस्य सामिकाप्तिः सामिकृतिः इति रूपं सिद्ध्यति. सामीकृतः योग इञ् इति भवति चेत् सामिकृतिः भवति तस्य कृत इत्यस्य वृद्धिः न भवति. सामि इति शब्दे आदौ वृद्ध शब्द इति तस्मात् तस्य रूपभेदं न भवति. सामीकृतिः इति इष्टरूपं सिद्ध्यति. सम्यक् समीचीनं भगिनि. यदा पूर्वं दृष्टं स्वयं कृति अत्रापि समानमेव. स्वयम् इति अव्ययं कृता इति तान्तपदेन समस्यते कृत्वा स्वयं कृतः इति भवति. तत्र इन् प्रत्ययानन्तरं तद्यदान्ते आदिवृद्धिः भूत्वा स्वयङ्कृतिः इति रूपं सिद्ध्यति. अत्र रूपभेदं न दृश्यते किन्तु यतोहि सा इति दीर्घ आकारम् एव पूर्वम् अस्ति इति कृत्वा वृद्धिरूपम् अपि समानमेव दृश्यते इति कारणतः स्वामिकृतिः इति इष्टरूपं भवति तद्धितान्तप्रत्ययं कृत्वा. यदि सामीकृत सद्य यदि समस्तपदं न भवति चेत् आदिवृद्धि कार् कृतं कृत इति पदस्य आदिवृद्धिः भवति भूत्वा कार्ति इति रूपं भवति. तदनन्तरं सामीकार्ति इति अनिष्टरूपं दीयते. यथा पूर्वं वयं दृष्टवन्तः स्वयं कृतः तदेव अत्रापि अस्ति. अन्यत् उदाहरणमस्ति सामिपीतं, पीतम् इत्युक्ते पा धातु पी पापान् पीतम् अर्धं पीतं क्षीरम् किमपि भवतु सामिपीतम् इति सामिपीतम् इति भवति व्यस्तप्रविभाषा इति कारणतः सामिपीतम् इति व्यस्तप्रयोगमपि दृश्यते तदेव कालवाचिनशब्दस्य भवती न कृतं न She started it but did not finish. She said she will continue it today. Yeah. So we will we'll stop here. Kovi prashna asti va? No chet. Brahma maha. Dhanyavada sarvepya. Dhanyavada mahadeva.